पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 107 कुञ्चल उवाच अथासौ नारदस्वर्गादायुराजानमागतः आगत्य कथयामास कस्माद्राजन् प्रशोचसे पुत्रापहरणं तेऽद्य क्षेमं जातं महामते देवादीनां महाराज एवं ज्ञात्वा तु माशुचः सर्वज्ञः सगुणो भूत्वा सर्वविज्ञानसंयुधः सर्वकलाभिसम्पूर्ण आगमिष्यति ते सुतः येनाप्यपहृतस्तेऽद्य बालो देवगुणोपमः आत्मगेहे महाराज कालो नीतो न संशयः तस्याप्यन्तं स वै कर्ता महावीर्यो महाबलः सत्त्वामभ्येष्यदे भूप शिवस्य सुदया सह इन्द्रोपेन्द्रसमः पुत्रो भविष्यति स्वतेजसा इन्द्रत्वं भोक्ष्यते सोऽपि निजैश्च पुण्यकर्मभिः एवमाभाष्य राजानमायुं देवर्षि सत्तमः जगाम सहसा तस्य पश्यदसानुगस्यः गदे तस्मिन् महाभागे नारदे देवसंमिते आयुरागत्य साम्राज्ञीं तत्सर्वं विन्यवेदयद दत्तात्रेयेण यो दत्तः पुत्रो देववरोत्तमः स वैराज्ञि कुशल्याश्चे विष्णोश्चैव प्रसादतः येनाप्यसौ हृदपुत्रः सगुणो मे वरानने शिरस्तस्य गृहीत्वा तु पुनरेवागमिष्यति इत्याह नारदो भद्रे मा कृताशोकमेव च त्यज चैनं महामोहं कार्यधर्मविनाशनम् भर्तुर्वाक्यं निशम्यैवं राज्ञी इन्दुमदी ततः हर्षेणापि समाविष्टा पुत्रस्यागमनं प्रति यथोक्तं देवऋषिणा तत्र दैव भविष्यति दत्तात्रेयेण मे दत्तस्तनपोह्यजरामरः भविष्यदि न सन्देहप्रतिभात्येन मे वहि इत्येवं चिन्तयित्वा तु न नामद्विजपुङ्गवम् नमोऽस्तु तस्मै परिसिद्धिदाय अत्रे सुपुत्राय महात्मने च यस्य प्रसादेन मया सुपुत्रप्राप्तः सुधीरः सुगुणः सुपुण्यः एवमुक्त्वा तु सा देवी विरराम सुदुःखिता आगमिष्यन्तमाज्ञाय नहुशं तनयं पुनः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्येन गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुशाख्येन 7 ओम्।